गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। हेत्वाभासप्रकरणे स्मः। तत्र प्रतिबन्धकज्ञानम् इत्यस्य लक्षणं सम्यक्तया अस्माभिः अधीतं। प्रमात्वे सति, निश्चयत्वे सति, समान आकारकत्वम् इति प्रतिबन्धकज्ञानस्य लक्षणम्। समानाकारकत्वं नाम किम् इति चेत्, समानविशेष्यकत्वे सति, समानविशेष्यता अवच्छेदकत्वे सति, भावाभावप्रकारकत्वे सति, समानप्रकारता अवच्छेदकत्वम्, समान आकारकत्वम् इति षड् दलानि सन्ति प्रतिबन्धकज्ञाने। अपि च गते वर्गे इतोपि एकम् अस्माभिः अधीतं, तत्र विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति। विशेष्ये यदा कदापि भ्रान्तिः न भवति, भ्रमः न भवति, किन्तु प्रकारे भ्रमः भवितुम् अर्हति इति अधीतं। तेन आधारेण अत्र अस्तु, इदानीं विशेष्याः के? प्रथमं चत्वारि ज्ञानानि भवन्ति सर्वेषु अनुमानेषु चत्वारि ज्ञानानि भवन्ति। प्रथमं तु पक्षधर्मताज्ञानम्। पक्षधर्मताज्ञानम् इत्यत्र हेतुः पक्षे अस्ति इति ज्ञानम्। तर्हि अत्र विशेष्यमस्ति पक्षः, प्रकारः अस्ति हेतुः। अपि च पक्षः अत्र पक्षत्वेन पक्षता अवच्छिद्यते, हेतुत्वेन हेतुता अवच्छिद्यते अस्मिन् ज्ञाने। अपि च द्वितीयं ज्ञानमस्ति व्याप्तिज्ञानम्। अस्तु, अत्र पक्षधर्मताज्ञानं तु प्रत्यक्षप्रमाणेन भवति इति कृत्वा, यदि प्रत्यक्षज्ञानम् एव भ्रमात्मकं भवति तर्हि तत्र भिन्नवार्ता अस्ति। इत्युक्ते अनुमानस्तरे तत् न आगच्छति, इत्युक्ते हेत्वाभासः इति तस्मिन् विषये न चिन्तनीयम्। तदनन्तरं व्याप्तिज्ञानं, स्मरणात्मकज्ञानं, बहुत्र हेतुः साध्यं मिलित्वा दृष्ट्वा तेन उत्पादितसंस्कारेण यत् निश्चयः भवति, व्याप्य व्यापकभावनिश्चयः, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति अन्वयव्यतिरेकव्याप्तिज्ञानं स्मरणात्मकज्ञानं जायते। तदनन्तरम् उभाभ्यां ज्ञानाभ्यां परामर्शः जायते, साध्यव्याप्य हेतुमान् पक्षः इति परामर्शज्ञानस्य आकारः अस्ति। तदनन्तरं साध्यवान् पक्षः इति अनुमितिज्ञानं जायते। तर्हि अत्र विशेष्यानि कानि इति चेत्, एकं तु पक्षः, द्वितीयं तु हेतुः, तृतीयं तु साध्यम्। अपि च ज्ञानानि कानि इति चेत् परामर्शज्ञानं केवलम् अनुमानस्तरे एव जायते, अनुमानार्थम् एव परामर्शः सामग्रीरूपेण आवश्यकी अस्ति। अतः परामर्शः, तदनन्तरम् अनुमितिः जायते। तत्र अनुमितौ प्रकाराः के इति चेत्, साध्यं प्रकारः भवति पक्षस्य अपेक्षया, साध्यवान् पक्षः इति अनुमितेः आकारः इति कृत्वा साध्यं प्रकारः भवति, अपि च पक्षतावच्छेदकं प्रकारः भवति अनुमितिज्ञाने। अपि च साध्ये साध्यतावच्छेदकम् अपि प्रकारः भवति अनुमितिज्ञाने। तदनन्तरं परामर्शे के प्रकाराः भवन्ति इति चेत्, पक्षे हेतुः भवति, तर्हि हेतुः स्वयं प्रकारः अस्ति। तदनन्तरं हेतौ व्याप्तिः भवेत्, स च व्याप्तिः पूर्वपक्षव्याप्तिः भवितुमर्हति, नो चेत् सिद्धान्तव्याप्तिः भवितुमर्हति। तत्रापि अस्माभिः समीचीनतया चिन्तितं, किमर्थं सिद्धान्तव्याप्तिना व्याप्त्या पूर्वपक्षव्याप्तेः कार्यम् अपि सम्पादयितुं शक्यते इति कृत्वा किमर्थं पूर्वपक्षव्याप्तिः चिन्तनीयम् इति चेत् तत्र लाघवमस्ति इति कृत्वा, अपि च केवलं केवलान्वयस्थले तस्य कार्यं न भवति इति कृत्वा अन्यत्र सर्वत्र पूर्वपक्षव्याप्तिः प्रयोक्तुं शक्यते, तत्र लाघवमस्ति इति कृत्वा ग्रन्थकारः किं करोति, पूर्वपक्षव्याप्तिः प्रकारत्वेन हेतौ भासते वा, सिद्धान्तव्याप्तिः अपि केवलं केवलान्वयस्थले भासते वा, अपि च हेतुतावच्छेदकं हेतौ विद्यमान कश्चन धर्मः तदपि प्रकारविधया भासते इति एते अंशाः, अपि च पुनः तत्र साध्यमपि अस्ति परामर्शे, साध्यव्याप्यहेतुमान् पक्षः इति एव ज्ञानम् इति कृत्वा साध्ये साध्यतावच्छेदकमपि भवति इति एतत् सर्वम् अस्माभिः चिन्तितं, तत्र साध्यतावच्छेदकं सामान्यमस्ति इति कृत्वा आहत्य सप्त विशेषणानि भवन्ति प्रकाररूपेण, अत्र साध्यं पक्षे प्रकारविधया भासते अनुमितिज्ञाने, हेतुः पक्षे प्रकारविधया भासते अनुमितिज्ञाने, हेतुः पक्षे न हेतुः कथं वा पक्षे भासते, एकनिमिषं तत् पश्येम, हेत्वंशे कस्य कस्य भ्रमः, पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः हेतुतावच्छेदकं परामर्शविषयः, अस्तु तर्हि तत् परिवर्तनीयम् इत्युक्ते जी त्री इत्यत्र मया यत् स्थापितं हेतुः पक्षे भासते अनुमितिज्ञाने इति प्रायः तद् असमीचीनमस्ति, अस्तु तदनन्तरं पक्षतावच्छेदकं पक्षे अनुमितौ अपि भासते परामर्शे अपि भासते सत्यं, तदनन्तरं हेतुः विशेष्यत्वेन स्वीकुर्मश्चेत् हेतुतावच्छेदकं हेतौ परामर्शज्ञाने भासते, पूर्वपक्षव्याप्तिः अपि हेतौ परामर्शज्ञाने भासते, सिद्धान्तव्याप्तिः अपि हेतौ परामर्शज्ञाने भासते, तदनन्तरं साध्यतावच्छेदकं साध्ये अनुमितिज्ञाने अपि भासते परामर्शज्ञाने अपि भासते, अस्तु अत्र हेतुः इत्यत्र परामर्शः इति लेखनीयमासीत्, परामर्शे परामर्शज्ञाने एव हेतुः पक्षे भासते इति कृत्वा इति आहत्य सप्तविशेषणानि भवन्ति, आहत्य परामर्शे अपि च अनुमितौ, तदनन्तरं विशेष्ये सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इति उक्तत्वात् हेत्वाभासः यत्र सम्पादनीयः तत्र अस्मिन् येषु विशेषणेषु एकस्मिन् सम्पादनीयः भवति, साध्ये हेत्वाभासः कल्पनीयः भवति, नो चेत् हेतौ, नो चेत् पक्षतावच्छेदके, साध्यतावच्छेदके, हेतुतावच्छेदके, पूर्वपक्षव्याप्तौ, सिद्धान्तव्याप्तौ वा इति आगतम्, एतावत् पर्यन्तम् अस्माभिः अधीतं। तर्हि इदानीम् अत्र रमेशमहोदयस्य प्रश्नः आसीत् खलु, पक्षतावच्छेदके कथं वा भ्रमः भवति इति प्रश्नः आसीत्, समीचीनप्रश्नः आसीत्। केवलं पक्षतावच्छेदके इति नास्ति, साध्यतावच्छेदके हेतुतावच्छेदके अपि कथं वा भ्रमः भवितुम् अर्हति इति येषु त्रिषु विशेषणेषु कथं भ्रमः भवितुम् अर्हति इति प्रश्नः, इत्युक्ते पर्वतः वह्निमान् इति अनुमितिः अस्ति चेत् पर्वते सर्वदा पर्वतत्वम् एव भवति खलु, तर्हि पर्वतत्वेन अवच्छिन्नपर्वतः एव विद्यमानमस्ति इति कृत्वा कथं वा तस्मिन् भ्रमः भवितुम् अर्हति इति प्रश्नः। एवं साध्यं वह्निः अस्ति चेत् सर्वदा साध्ये विद्यमानप्रकारता नो चेत् विषयता अत्र वह्नित्वेनैव अवच्छिन्ना भवति. एवं धूमः हेतुः अस्ति चेत् धूमत्वेनैव सन्निधः अवच्छिद्यते इति कृत्वा कथं वा एतेषु त्रिषु विशेषणेषु भ्रमः भवितुम् अर्हति इति प्रश्नः उदेति. रमेशमहोदयेन केवलं पक्षतावच्छेदके प्रश्नः कृतः, किन्तु अत्र त्रिषु विषयेषु चिन्तनीयमस्ति. तर्हि पाठः अस्मिन् एव विषये अग्रे प्रवर्तते. अस्तु, इदानीं 244th पेज् मध्ये स्मः वयम्. अस्तु, सत्यभाम भगिनी आरब्धुमिच्छति वा? आं महोदय. उक्तिलेलन्तिका पक्षता अवच्छेदकादीनां धर्मिणि कथं भ्रमः? ननु चिन्तयति वा अत्र शीर्षके किं दत्तमस्ति इति? पक्षतायाः अवच्छेदकम् इत्यादीनां विषये यद् धर्मिणि कथं भ्रमः भवति. इदानीमेव भवता उक्तं खलु पक्षतायाः अवच्छेदकः पक्षत्वं पक्षे अस्ति, तद् अस्ति पक्षतायाः अवच्छेदकं भवति पक्षत्वं, तद् पक्षे एव अस्ति. तद् किमर्थं तद् भ्रमः इति भवति? तदत्र अस्ति एव, तद् प्रमाज्ञानमेव इति. हा, अत्र आदिपदेन किं किं स्वीकर्तव्यं? हा, तत् हेतु अपि च साध्यम् अपि. हेतुता अवच्छेदकः साध्यता अवच्छेदकादीना धर्मिणि कथं वा भ्रमः भवितुम् अर्हति इति प्रश्नः. इति प्रश्नः. अस्तु, अग्रे पठतु. ननु हेतु अंशे व्याप्तिभाने सम्भवति भ्रमत्वम्, पक्षांशे साध्यभाने तत्रैव वा हेतुभाने पक्षे साध्यस्य हेतोर्वा असत्त्वे भवतु भ्रमत्वम्. परन्तु हेतौ हेतुता अवच्छेदकभाने भ्रमः इति यदुक्तं तद् न बुद्धौ आरोहति. नहि धूमे धूमत्वम् अवृत्ति नहि धूमे धूमत्वम् अवृत्ति एवमेव पक्षे पक्षतावच्छेदकप्रकारकं ज्ञानं साध्ये साध्यतावच्छेदकप्रकारकं ज्ञानं कथं भवेद् भ्रमः? साध्यता अवच्छेदकस्य वह्नित्वस्य पक्षतावच्छेदकस्य पर्वतत्वस्य च तत्र तत्र सत्त्वात् अधः एव त्वया त्वया उक्तम्. ननु हेतु अंशे व्याप्तिभाने सम्भवति त्वया उक्तं विशेष्ये सर्वम् अभ्रान्तं प्रकारे तु विषय विपर्ययः इति उपपद्यते तावत्. इति उपपद्यते. अस्मिन् परिच्छेदे किम् उक्तमिति चेत् यद् पूर्वम् उक्तमस्ति तस्य आक्षेपकः कृतः अस्ति. पूर्वपक्षिणा उक्तम् इति मम चिन्तनं. अत्र आक्षेपः कृतः, कस्मिन् विषये आक्षेपः कृतः? यद् विशेष्ये सर्वम् अभ्रान्तम् इति यद् तेन उक्तं तस्य एव आक्षेपः अपि तया उक्तम् इति. न, आक्षेपः न करोति सः. तत्तु अङ्गीकरोति. कस्मिन् विषये आक्षेपः क्रियते? हेतौ हेतुता अवच्छेदकम् इति भ्रमज्ञानम् इत्यस्मिन् विषये एव खलु महोदय? उद्देश्ये सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इत्यस्मिन् विषये तस्य आक्षेपः नास्ति. तद् अङ्गीकृत्य सः पृच्छति अत्र गते पाठे अस्माभिः किं निश्चितम् आहत्य एतद् अवच्छेदकादीनां विषये हा तर्हि आहत्य निश्चयः कः पर्यवसितं कुत्र पर्यवसितम् अन्तिमवाक्यं पठतु इदानीं साध्यता अवच्छेदकस्य वह्नित्यस्य पक्षतावच्छेदकस्य पर्वतस्य च तत्र तत्र सत्त्वात् न न न संक्षेपितम् अत्र नास्ति अत्र गते पुटे अन्तिमवाक्यमस्ति आहत्य त्रिषु विशेषेषु नवविशेषणानि भासन्ते इति आगतं तत्रापि परामर्शे अनिमितौ च उभयत्रापि पक्षतावच्छेदकस्य एकस्यैव पक्षे पक्षतावच्छेदकस्य एकस्यैव पक्षे भानम् एकविधम् एवम् उभयत्र साध्यतावच्छेदकस्य एकस्यैव साध्यभानम् एवविधम् एकविधमिति च चिन्तने सप्तविधविशेषणानि इति पर्यवसितम् सप्तविधविशेषणानि इति पर्यवसितं विशेष इति निगमितं खलु सप्त एव विशेषणानि तत्र अपि च सप्त एव विशेषणानि इति निगमितं तत्र सः आक्षेपं करोति भवता किमुक्तं विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति यद्भवता उक्तं तदहम् अङ्गीकरोमि किन्तु सप्तविशेषणानि कथं भवन्ति इति पृष्ट्वा सः वदति अक्षतावच्छेदकं साध्यतावच्छेदकं हेतुतावच्छेदकम् इति त्रिषु विशेषणेषु भ्रमः यदा कदापि न भवति इति सः वदति पर्वतः यदि अहं पर्वतं पश्यामि तर्हि पर्वतं पर्वतत्वेन एव पश्यामि खलु तर्हि पर्वते पक्षता अस्ति चेत् सा पक्षता पर्वतत्वेन अवच्छिन्ना एव भवति इति कृत्वा कथं वा पक्षता अवच्छेदकभ्रमः भवति एवं साध्यता अवच्छेदके हेतुतावच्छेदके अपि कथं भ्रमः सम्भवति इति आक्षेपः करोति तदेव बुद्धौ न आरोहति इति वदति हेतौ हेतुता अवच्छेदकभाने भ्रमः इति यदुक्तं तत् बुद्धौ न आरोहति इत्युक्ते सः वदति एतत् सर्वमहम् अङ्गीकरोमि किन्तु किं न बुध्यते एतदेव रमेश महोदयस्य प्रश्नः आसीत् कथं वा पक्षता अवच्छेदकः भ्रमः भवितुमर्हति एवं साध्यतावच्छेदके हेतुतावच्छेदके भ्रमः कथं वा स्यात् धूमौ धूमे धूमत्वमस्ति पर्वते पर्वतत्वमस्ति वह्नौ वह्नित्वमस्ति तद् भासते एव खलु इति कृत्वा कथं वा भ्रमः एतेषु विषयेषु भवति इति भवान् वदति इति आक्षेपः अस्तु अग्रे पठतु भगिनि उक्तं हि इति उपपद्यते उक्तं हि तत्र हृदः वह्निमान् इति स्थलमादाय यत् अस्ति हृदे हृदत्वं भासते च यत् अस्ति हृदे अधः न तदंशे भ्रमः वह्नि भासते न वह्निः हृदः वह्निमान् इति ज्ञानस्य आकारः अत्र स्थलमादाय यद् अस्ति अनुमितिज्ञानस्य आकारः हृदः अनुमितेः आकारः अत्र विशेषमस्ति हृदः हृदः हृदे हृदे हृदत्वं भासते अतः एव हृदः वह्निमान् इति वयं वदामः तर्हि हृदे हृदत्वं न भासते चेत् कथं वा ह्रदः वह्निमान् इति आकारकज्ञानं भवति अतः न तदंशे भ्रमः तदंशे तद् इत्यनेन किं स्वीकर्तव्यं विशेष्यं प्रथमांश हृद अंशे नास्ति हृदत्वांशे भ्रमः नास्ति इति नास्ति अनु भवती अवगच्छति वा इति प्रश्नः मम मनसि अस्ति अस्तु किमर्थम् अत्र ह्रदत्वस्य विषये चिन्तनं, तद्वदतु. पक्षतावच्छेदकम् अस्ति ह्रदत्वम् अतः इति वक्तव्यम् इति तद् इति पदेन पक्षतावच्छेदकविषये न भ्रमः भवति. ओके, बुद्धं खलु? बुद्धम् उत्तमम् इति वदति चेत् मया अवगन्तुं शक्यते. हा भवती आगच्छति. अस्तु, तर्हि ह्रदः वह्निमान् इति अनुमितिज्ञानस्य आकारे ह्रदः पक्षः अस्ति. ह्रदे पक्षता, सा पक्षता केन अवच्छिन्ना इति चेत् ह्रदत्वेन अवच्छिन्ना. अत्र ह्रदत्वं भासते इति कृत्वा एव ह्रदः वह्निमान् इति मया उक्तम् इति कृत्वा कथं वा पक्षता अवच्छेदक अंशे भ्रमः इति पृच्छति. एवम् अग्रे. वह्निः भासते नास्ति च इति भवति ह्रदो वह्निमान् इति अनुमितिः. वह्नि अंशे भ्रमः इति ह्रदे वह्नि अस्ति वा न वा इति संशयः अस्ति वा? संशयः नास्ति. इदानीं ह्रदः वह्निमान् इत्यत्र प्रकारः कः? वह्निः. हा, तर्हि सः अङ्गीकरोति. वह्नौ तत्र सन्देहः भवितुमर्हति. यत् भवता उक्तं विशेष्ये सर्वम् अभ्रान्तं प्रकारेति विपर्ययः, तदङ्गीकरोमि. किन्तु ह्रदे ह्रदत्वं तत्रापि भ्रमः भवति इति भवति यद्भवता उक्तं, तदहं न अङ्गीकरोमि. तद् बुद्धौ न आरोहति इति. अग्रे. तत् कथं हेतुता अवच्छेदकस्य, पक्षता अवच्छेदकस्य, साध्यता अवच्छेदकस्य च तत्र तत्र विद्यमानस्यापि भाने ज्ञानस्य भ्रमत्वं त्वया वर्ण्यते? यत्र यत्र तदेव प्रश्नः, तत् पूर्वम् उक्तं भवान्. कथं वा तद् आदाय कस्यचित् हेत्वाभासत्वम् अपि, कथं वा तद् आदाय कस्यचित् हेत्वाभासत्वम् अपि निरूपयिष्यते? कथं वा तद् आदाय कस्यचित् हेत्वाभासेन साध्यतावच्छेदकम् उत्तमं पक्षतावच्छेदकं हेतु. तर्हि हेतुता अवच्छेदके, पक्षता अवच्छेदके, साध्यतावच्छेदके भ्रमः न भवति. भ्रमः न भवति चेत् कथं वा तदादाय हेत्वाभासत्वं निरूपयितुं शक्यते इति प्रश्नः. भ्रमः भवति चेदेव प्रतिबद्धज्ञानं भवति. तेन एव प्रतिबद्धज्ञानं भ्रमात्मकं भवेत् खलु. अस्तु अग्रे. उक्तं हि तत्रैव यत् तत्रैव नास्ति उक्तं हि तोयैव त्वया एव यत् अस्मिन् प्रकरणे प्रतिबद्धं ज्ञानं भ्रम एव. प्रतिबन्धकं तु भ्रमा एव. कथं धूमे धूमत्वभाने ज्ञानस्य भ्रमत्वम्? इत्थमेव प्रतिबद्ध्य अन पर्वतत्व वह्नयोः अपि. अत्र भ्रमात्मकज्ञानं प्रतिबद्ध्यम् अस्ति, प्रतिबन्धकं तु भ्रमा एव. कथं धूमे धूमत्वभाने भ्रमात्वं भवितुमर्हति? तदा पर्वतत्वं वह्नित्योः इति अपि. पर्वते पर्वतत्वं वह्नौ वह्नित्वम् अस्ति चेत् कथं तत् भ्रमज्ञानं भवितुम् अर्हति इति. हा, तत्तु बुद्धं, किन्तु इतोपि किञ्चित् वक्तव्यम्. अत्र किमर्थं पर्वतत्वस्य विषये चिन्तनं, वह्नित्वस्य विषये चिन्तनं, धूमत्वस्य विषये चिन्तनम् इति एकं वदतु. तद् धूमत्वं हेतुतावच्छेदकं. उत्तमम् इति वक्तव्यं. धूमत्वं हेतुतावच्छेदकं. धूमं यदि अहं धूमं पश्यामि तत्र धूमत्वं धूमत्वेन एव अहं पश्यामि खलु. धूमत्वं यदा न गृह्यते तद् आरम्भे अस्माभिः उक्तम्. प्रत्यक्षेन जातिः जातिः केन प्रमाणेन ज्ञायते? प्रत्यक्षप्रमाणेन. उत्तमं, प्रत्यक्षप्रमाणेन खलु. हा, अत्र अस्माभिः आरम्भे विद्याधरी पठन आरम्भे एव एतदुक्तम्. एतावत्पर्यन्तं मम पौत्रः गां न दृष्टवान् इति चिन्तयतु. प्रथमवारं सः गां पश्यति. एषा गौः इति तं प्रति अहं वदामि, तर्हि तेन ज्ञातम् एषा व्यक्तिः गौः, तेन ज्ञातं. तदनन्तरं द्वितीयदिने अग्रिमदिने अन्या गौः सः पश्यति, अन्यां गां सः पश्यति. तां गां दृष्ट्वा एषा गौः इति वदति. तत् कथम् इति चेत्, हा, अत्र जातेः अपि ग्रहणं भवति इति कृत्वा, प्रत्यक्षेन जातेः अपि ग्रहणं भवति इति कृत्वा जातिं गृहीत्य अत्र तस्य आधारीभूतस्य द्रव्यस्य अपि ग्रहणं करोति. तर्हि यदा धूमः, एषः धूमः इति ग्रहणं भवति चेत् तत्र धूमत्वेन एव धूमस्य ग्रहणं भवति सर्वदा. एवं वन्यत्वेनापि वन्येः ग्रहणं भवति, पर्वतत्वेनापि पर्वतत्वस्य ग्रहणं पर्वतस्य ग्रहणं भवति इति कृत्वा, कथं वा हेतुतावच्छेदके साध्यतावच्छेदके उत पक्षतावच्छेदके भ्रमः कथं वा स्यात् इति आक्षेपः करोति. बुद्धं खलु? अस्तु, समीचीनं, धन्यवादः भगिनी. अग्रे मेहुल् महोदय. आं महोदय, श्रूयते खलु? हा, किञ्च प्रकरणेऽस्मिन् एवं विधं चिन्तनम् असङ्गतम्. एतेषां हि पक्षत्वादीनाम् अवच्छेदकता यत् पदार्थे भवति सः पक्षतावच्छेदकः, साध्यतावच्छेदकः, हेतुतावच्छेदकः वा उच्यते. अन्यत्र च इदम् अभिहितं यत् अवच्छेद्याधिकरणे विद्यमानः पदार्थः भवति अवच्छेदकः. हेत्वाभासप्रकरणादौ अपि इदमभिहितम् अवच्छेद्यस्य अन्यून अतिरिक्तवृत्तिपदार्थः अवच्छेदकः भवति इति. प्रतिबद्धता न्यूनवृत्तित्वात् न निश्चयत्वं प्रतिबद्धता अवच्छेदकम्. संशयत्वमपि न प्रतिबन्धकता अवच्छेदकम् अतिरिक्तवृत्तित्वात्. अस्तु, अत्र अग्रिमपरिचयमपि पठित्वा तदनन्तरम्. अस्तु अस्तु. एवञ्च प्रकृते अपि कश्चित् धर्मः पक्षतावच्छेदकः इति कदा वक्तुं शक्नुमः? यत्र पक्षता तत्र सर्वत्र सः भवेत्, एवं पक्षतायाः अभाववती सः न भवेत्. अस्तु, अत्र एतस्मिन् प्रकरणे यदा अत्र हेत्वा हेतुतावच्छेदकः अपि च पक्षतावच्छेदकः अथवा साध्यतावच्छेदकः तत्र यः पदार्थः अस्ति तेन हेत्वाभासस्य निरूपणं कथं भवति इति विषयः, तस्य चिन्तनम् अत्र यदा. एकनिमिषं महोदय, अत्र प्रकरणे अस्मिन् इत्यनेन किम् अवगन्तव्यम्? अस्मिन् इत्यनेन अत्र हेत्वाभासप्रकरणे एवंविधं चिन्तनम् असङ्गतं, न समीचीनम् इति उक्तम्. अस्तु, अग्रे. अस्तु, अत्र पक्षत्व आदीनाम् अवच्छेदकता यत् पदार्थे भवति, तत् वयम् अधुना दृष्टवन्तः. अत्र साध्यता अस्ति तत्र, तस्मिन् साध्यता अवच्छेदकः अस्ति. हेतुतावच्छेदकः अस्ति. पक्षे पक्षता अस्ति, तत्र पक्षतावच्छेदकः अस्ति. तर्हि न, इतोपि समीचीनतया वक्तव्यं. पुनः वदतु महोदय, इदानीं पक्षः इति स्वीकृत्य वदतु, केवलं पक्षविषये वदतु. अस्तु, पक्षे पक्षता अस्ति, अपि च सत्यं पक्षत्वम् अपि धर्मः अस्ति. पक्षता तत्र अस्ति, तस्याः अवच्छेदकः कः इत्युक्ते पक्षतावच्छेदकः इति. साध्ये तस्याः अवच्छेदकः पक्षतावच्छेदकः इति नास्ति अत्र. इत्युक्ते यदा भवान् वदति पक्षे यः धर्मः अस्ति सः धर्मः पक्षता अवच्छेदकः भवति इति वक्तव्यम्। ओ सुपर् हा सुपर्वतः पर्वतत्वम् इति पक्षता अवच्छेदकः हा पर्वतः इति पक्षः पर्वते पक्षता अस्ति सा पक्षता केन अवच्छिन्ना इति चेत् पर्वतत्वेन अवच्छिन्ना स एव पक्षता इति भवति। हा अस्तु किमर्थम् अत्र इतोपि चिन्तयतु किमर्थं पर्वतत्वम् अवच्छेदकः भवति किमर्थम् अवच्छेदकं भवति पर्वते एव पर्वतत्वं दृश्यते अन्यत्र न दृश्यते। अस्तु पर्वते अन्यः धर्मः किमस्ति अन्यः स्थैर्यमस्ति न स्थैर्यम् इति इदानीं मा वदतु किमर्थम् इत्युक्ते अत्र स्थैर्यम् इति कश्चन पदार्थः न्यायवर्गे न्यायसिद्धान्ते नास्ति खलु। आम् अस्तु पर्वते पर्वतम् इति कीदृशपदार्थः अस्ति पृथ्वीत्वम् अस्ति तत् अस्मिन् तर्हि पृथ्वीत्वमपि पर्वते अस्ति खलु सत्यं तर्हि पृथिवीत्वेन किमर्थं पृथ्वीत्वं किमर्थम् अवच्छेदकत्वेन पक्षता अवच्छेदकत्वेन किमर्थं न स्वीकर्तुं शक्यते अन्यत्रापि पृथ्वीत्वम् इति धर्मः अस्ति न केवलं पर्वते अतः अवच्छेदकः न भवितुम् अर्हति। उत्तमं तर्हि अत्र द्वितीयबिन्दुः यदुक्तमस्ति तदपि इदानीं भवता उक्तम् आम् आम् आम् प्रकृते तर्हि धर्मः पक्षे पक्षता अस्ति पक्षः इति पर्वतः चेत् पर्वतत्वम् अत्र पर्वते अस्ति इति कृत्वा पर्वते विद्यमानपक्षतायाः अवच्छेदकः पर्वतत्वं भवितुम् अर्हति। किमर्थं पर्वतत्वं भवितुमर्हति इति चेत् प्रथमं पर्वते पर्वतत्वम् अस्ति इति एकं द्वितीयं पक्षतायाः अपेक्षया अन्यून अनतिरिक्तवृत्तित्वम् अस्ति तस्य यत्र यत्र पक्षता अस्ति पर्वते तत्र सर्वत्र पर्वतत्वम् अस्ति अपि अस्ति इति कृत्वा एवम् अत्र व्यतिरेकः अपि वक्तुं शक्यते यत्र यत्र पक्षता नास्ति तत्र तत्र पर्वतत्वमपि नास्ति इति कृत्वा अन्योन अनतिरिक्तवृत्तित्वमस्ति इति कृत्वा पर्वतत्वं पक्षतायाः अवच्छेदकः पक्षता अवच्छेदकः भवितुमर्हति एवं साध्यस्य अपि च हेतुतायाः उत्तमं तावदेव अत्र उक्तम् आम् तावदेव अस्ति सत्यम् अस्तु अग्रे पठतु महोदय एवंविधः एवंविधः यः पक्षतावच्छेदकः तस्य पक्षे वृत्तित्वम् आवश्यकम् अस्तु तत् तत्र भवेत् एव पक्षतावच्छेदकः यः अस्ति सः तु पक्षे भवेत् एव तर्हि पक्षस्य तस्य च आधाराधेयभावोऽपि आवश्यकः आम् सत्यम् अत एव एतादृशं पक्षता अवच्छेदकं पक्षे अवगाहमानं ज्ञानं कथं भवेत् भ्रमः अत्र पक्षतावच्छेदकं पक्षे भवेत् अपि च तयोः मध्ये आधारादेयभावः अपि आवश्यकः अस्ति तर्हि कथं पक्षतावच्छेदकं पक्षे इति आदाय भ्रमः कथं भवति इति प्रश्नः इत्युक्ते पक्षता अवच्छेदकविषये कथं वा भ्रमः भवितुम् अर्हति तदैव अग्रे कथं वा तत् प्रतिबन्धकत्वम् आदाय कश्चित् हेत्वाभासः दर्शयितुं शक्यः तर्हि अत्र तत् इत्यनेन पक्षता अवच्छेदक इति तत् प्रतिबन्धकत्वम् इत्युक्ते पक्षता अवच्छेदके प्रतिबन्धकत्वम् अस्ति तम् आदाय कश्चित् हेत्वाभासः कथं दर्शयितुं शक्यते इति प्रश्नः इत्युक्ते प्रतिबद्धज्ञाने पक्षता अवच्छेदके भ्रमः अस्ति इति निरूप्य प्रतिबन्धकज्ञाने तत्प्रमात्मकम् अस्ति इति कृत्वा अनेन प्रतिबन्धकज्ञानेन अत्र हेत्वाभासः कृतः साधितः इति कथं वा स्यात् इति तर्हि एतावत्पर्यन्तं रमेशमहोदयस्य प्रश्नस्य विवरणं दत्तं केवलं प्रश्नस्य एव अस्तु अग्रे अस्तु एवं साध्यता अवच्छेदकविषये अपि तथैव यथा च अत्र उदाहरणमस्ति घटाभावप्रतियोगिता अवच्छेदकं घटत्वं प्रतियोगितायाः अन्यून अनतिरिक्तवृत्ति भवति तथा यः साध्यता अवच्छेदकः सः साध्यतायाः अन्यून अनतिरिक्तवृत्तिः भवेत्, स च साध्यविद्यमान एव सम्भाव्यते इति न साध्यता अवच्छेदकप्रकारकज्ञानस्य भ्रमत्वसम्भवः। अत्रापि साध्यता अवच्छेदकः साध्ये एव भवेत्, अपि च अन्यून अनतिरिक्तवृत्तिः अपि भवेत् साध्यतायाः, तर्हि अतः एव अत्र साध्ये यः साध्यता अवच्छेदकप्रकारः विद्यमानः अस्ति तत् आदाय कथं भ्रमत्वं सम्भवति इति प्रश्नः पुनः। यथा पक्षतावच्छेदकः अस्ति तथा अत्र साध्यतावच्छेदकः विषये, तथैव हेतुतावच्छेदकोऽपि हेतुवृत्तिः हेतुतायाः अन्यून अनतिरिक्तवृत्तिः पदार्थ एव सम्भवति। अस्तु, तद्वत्ता ज्ञानं तु प्रमैव अति इति कथं तम् आदाय हेत्वाभासवर्णनं सम्भवति इति। अस्तु, तत्र हेतुतावच्छेदके अपि स एव विषयः, अत्र हेतुतावच्छेदकः हेतौ अस्ति, अपि च तस्य अन्यून अनतिरिक्तवृत्तिः अपि अस्ति तस्मिन्, अतः तद्वत्ता यद् ज्ञानमस्ति तत्तु प्रमा एव, अतः कथं प्रमा इति आदाय हेत्वाभास्यस्य वर्णनं सम्भवति इति प्रश्नः। इति एतावत्पर्यन्तम् आक्षेपस्य विवरणं। सर्वत्र यद् यत्किमपि तेन स्वीकुर्मः इत्युक्ते ह्रदः इति अस्ति चेत् ह्रदत्वं तस्मिन् अवगाह्य एव ह्रदः इति वर्णयितुं शक्यते। तर्हि कथं वा ह्रदत्वे भ्रमः भवितुम् अर्हति, एवं वह्नित्वे भ्रमः भवितुम् अर्हति, एवं धूमत्वे भ्रमः कथं वा भवितुम् अर्हति इति कृत्वा यद्भवता उक्तं तत्र सप्तपदा सप्तविशेषणानि भवता गणितं यत्र यत्र भ्रमः सम्भावयितुं शक्यते इति, तेषु त्रिषु विशेषणेषु भ्रमः न भवत्येव इति आक्षेपं करोति। हेतुतावच्छेदकं पक्षतावच्छेदकं साध्यतावच्छेदकम् एषु त्रिषु स्थलेषु भ्रमः कथं भवितुम् अर्हति इति प्रश्नः, कथं भवति इति प्रश्नः। अस्तु, धन्यवादः महोदय। अग्रे रमेश महोदय पठति वा सत्यम् इति? आम् महोदय, सत्यं सर्वत्र अवच्छेद्याधिकरणे विद्यमानः अवच्छेद्यस्य अन्यून अनतिरिक्तवृत्तिधर्म एव भवति अवच्छेदकः, तथा यथा भवत् उक्तं घटत्वं प्रतियोगिता अवच्छेदकं, यथा वा घटत्वदण्डत्वादयः कारणता अवच्छेदकाः तेषु सर्वेषु स्थलेषु अस्ति एतादृशः नियमः, परन्तु अस्य नियमस्य अस्ति अपवादः अपि। अवच्छेद्य अधिकरणे विद्यमानः अवच्छेद्यस्य अन्यूननिर्तित्वं भवति अवच्छेदकः, अवच्छेदकस्य लक्षणमेव उक्तम् अत्र, घटत्वे प्रतियोगिता अवच्छेदकम् अस्ति, यथा घटत्वदण्डादि अत्र घटत्वं प्रतियोगिता अवच्छेदकम् इत्यत्र किं कः आशयः अस्ति, किमर्थम् एतदुक्तम्? आशयः किम् अवच्छेदकं भवितुम् अर्हति इति प्रश्नस्य उत्तरम् अत्र अस्ति, परन्तु तर्हि समर्थयतु किमर्थम् अत्र कस्मिन् विषये कस्य अवच्छेदकस्य विषये चिन्तनम् इति किञ्चित् चिन्तयतु। घटत्वस्य प्रतियोगिता अस्ति नास्ति, घटे घटत्वम् अस्ति, तर्हि अर्थः अवच्छेदकः भवति तत्तु सत्यमेव, परन्तु किमर्हति योग्यता किमर्थं स्वीकरणीयम्? अस्तु, अत्र अत्र पदद्वयमस्ति महोदय, घटत्वं प्रतियोगिता अवच्छेदकं खलु? तर्हि इदानीं प्रतियोगिता कुत्र अस्ति इति चिन्तयतु प्रथमं. घट अभावे प्रतियोगिता अस्ति. घट अभावे प्रतियोगिता अस्ति वा? घट अभावस्य प्रतियोगिता घटे अस्ति, किन्तु तत्र घटत्वमपि अस्ति. एकनिमिषं क्रमेण चिन्तयतु. प्रथमं प्रतियोगिता कुत्र अस्ति? घटे अस्ति. हा, किमर्थं प्रतियोगिता घटे अस्ति? घटाभावस्य विरोधी अस्ति इति वा? समीचीनं, तावदेव. घटाभावस्य प्रतियोगी किं? घटः. हा, इति वक्तव्यं. तर्हि आरम्भतः चिन्तयामश्चेत् घटाभावस्य प्रतियोगी लोके, घटाभावस्य प्रतियोगी केवलं घटः एव खलु? आम्. इति कृत्वा घटे प्रतियोगिता अस्ति. सा प्रतियोगितायाः अवच्छेदकः किं भवितुमर्हति? घटत्वं भवितुमर्हति. घटत्वम् एव भवितुमर्हति खलु? घटत्वमेव भवितुमर्हति, अन्यत् किमपि न भवितुमर्हति. आम्. तर्हि घटे विद्यमानप्रतियोगितायाः अवच्छेदकः घटत्वम् एव यथा भवति इति प्रथमम् उदाहरणम्. इदानीं द्वितीयं, घटत्वदण्डत्वादयः कार्यताकारणता अवच्छेदकाः इति तत्र चिन्तयतु. एवं चिन्तयतु, कार्यकारण अवच्छेदकः घटत्वदण्ड कार्यकारण कार्यता कार्यता कुत्र अस्ति? घटे अस्ति. उत्तमम्. तर्हि घटे विद्यमानकार्यतायाः अवच्छेदकः किम्? घटे विद्यमानकार्यताः अवच्छेदकः कार्यतायाः अवच्छेदकः घटत्वम् अस्ति. उत्तमं, तदेव अत्र उक्तं खलु, यथा घटे विद्यमानकार्यतायाः अवच्छेदकः घटत्वम् एव भवति. किमर्थम् इत्युक्ते यत्र यत्र घटः कार्यमस्ति तत्र सर्वत्र घटत्वमस्ति. अन्योन अनतिरिक्तवृत्तित्वमस्ति खलु तस्य. तर्हि यथा घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम् एव भवति, यथा घटे विद्यमानकार्यतायाः अवच्छेदकं घटत्वम् एव भवति, एवं दण्डं स्वीकृत्य वदतु. दण्डं कारण भवति, कारणता दण्डे अस्ति, कारणतायाः अवच्छेदकः दण्डत्वम् अस्ति. हा, दण्डत्वम् एव, तत्र एव इति वक्तव्यं. दण्डत्वम् एव भवति यथा तथा तेषु सर्वेषु स्थलेषु अस्ति एतादृशनियमः. नियमः इत्युक्ते घटे विद्यमानप्रतियोगितायाः अवच्छेदकः केवलं घटत्वम् एव भवति, घटे विद्यमानकार्यतायाः अवच्छेदकः केवलं घटत्वम् एव भवति, दण्डत्वे विद्यमानकारणतायाः अवच्छेदकः केवलं दण्डत्वम् एव भवति इति एतेषु स्थलेषु प्रतियोगिस्थले, कारणतास्थले, कार्यतास्थले एतादृशमेव नियमः अस्ति. परन्तु अस्य नियमस्य अस्ति अपवादः अपि, सर्वत्र एतादृशमेव न भवति इति नास्ति. कः सः इति अग्रे पठतु महोदय. कः सः? विषयता अवच्छेदकत्वं, विषयता हि ज्ञानस्य विषयस्य च सम्बन्धः, विषयता ज्ञानस्य विषयस्य सम्बन्धः, सा तस्याः अधिकरणे अविद्यमाने न अविद्यमानेन अपि पदार्थेन अवच्छिद्यते, कथम् इदम् उच्यते? कः सः विषयतावच्छेदकत्वं? विषयता ज्ञानस्य विषयस्य सः इति पदेन किं स्वीकर्तव्यम्? अपवादः. उत्तमं. कः अपवादः? भवान् अपवादः अस्ति इति वदति खलु. कुत्र अस्ति कः सः अपवादः इति प्रश्नः. समीचीनं. विषयता अवच्छेदकत्वं, विषयता ज्ञानस्य विषयस्य च सम्बन्धः, विषयता विषये अस्ति. न, अत्र किञ्चित् वदतु, किं कस्मिन् केन सम्बन्धेन अस्ति इति वदतु. ज्ञाने यद् विषयः अस्ति, विषयता विषयस्य सम्बन्धः, विषयता सम्बन्धेन विषये अस्ति. किं किमस्ति? ज्ञानः. ज्ञानम्. उत्तमम्. एवं वक्तव्यं. समीचीनं. ज्ञानं विषयता सम्बन्धेन विषये अस्ति. ज्ञानं विषयता सम्बन्धेन विषयः भवन्ति. एकवारं पुनः वदतु महोदय. प्रत्येकं ज्ञाने कति विषयाः भवन्ति? त्रयः विषयाः भवन्ति. तर्हि त्रीणि वाक्यानि वदति वा? ज्ञानं केन सम्बन्धेन कस्मिन् विषये अस्ति इति. विषयतासम्बन्धेन विषयतासम्बन्धेन विषये अस्ति. किन्तु त्रयः विषयाः सन्ति इति भवता उक्तं. प्रकारः प्रकारतासम्बन्धेन प्रकारे अस्ति, संसर्गता सम्बन्धेन संसर्गे अस्ति, विषयितासम्बन्धेन विशेषतासम्बन्धेन विशेष्ये अस्ति. उत्तमं. ज्ञानं सर्वत्र ज्ञानं. ज्ञानं प्रकारतासम्बन्धेन प्रकारे अस्ति, संसर्गतासम्बन्धेन संसर्गे अस्ति, विशेष्यतासम्बन्धेन विशेष्ये अस्ति. हा, तदनन्तरं सा तस्याः अधिकरणे. सा इत्युक्ते किं? विषयता विषयता एव. सा विषयता तस्याः अधिकरणे. तस्याः इत्युक्ते विषयतायाः अधिकरणे. हा, अविद्यमानेन अपि पदार्थेन अवच्छिद्यते. अविद्यमानेन न अपि अविद्यमाने न अपि पदार्थेन विद्यमानेन अपि पदार्थेन अवच्छिद्यते. अविद्यमानेन पदार्थेन अविच्छिद्यते. अविद्यमानपदार्थेन अविच्छिद्यते. विषयता. अस्तु, अहं किञ्चित् सहायं करोमि. अत्र इदानीम् अस्माकं पुरतः अस्ति ज्ञानं हृदः वह्निमान् इति अनुमितिज्ञानं. तत्र विशेष्यविधया किं भासते? वह्निः हृदः वह्निमान् इत्युक्ते अत्र विषयः हृदः अस्ति. विशेष्यः हृदः अस्ति. हा, हृदे विद्यमानं किम्? हृदत्वं विद्यमानम् अस्ति. उत्तमम्. उत्तमं. तर्हि हृदत्वम् एव विद्यमानमस्ति, वास्तविकं तादृशमस्ति. किन्तु ज्ञाने हृदत्वम् एव गृहीतव्यम् इति नास्ति. इत्युक्ते अविद्यमानेनापि पदार्थेन अत्र विशेष्ये विद्यमानविशेष्यता अवच्छिद्यते इति उक्तम्. अग्रे उदाहरणमस्ति, तर्हि सौकर्यार्थम्, अवगमनसौकर्यार्थं तस्मिन् तद् उदाहरणं स्वीकृत्य वदामः. हृदः वह्निमान् इति ज्ञाने विशेष्यः कः? हृदः. तत्र ह्रदः वह्निमान् इति उक्तं, तर्हि ह्रदः इति विशेष्यः, विशेष्यता ह्रदे, विशेष्यतायाः अवच्छेदकः कः? ह्रदत्वम्। उत्तमं, तत्र क्लेशः एव नास्ति। ह्रदत्वं यद् विद्यमानमस्ति ह्रदे, सा एव ह्रदत्वं, तदेव ह्रदत्वं ज्ञाने विषय विशेष्यतायाः अवच्छेदकः अस्ति खलु। इदानीं द्वितीयज्ञानम् अहं वदामि। काञ्चनमयपर्वतः वह्निमान् इति ज्ञानं, काञ्चनमयपर्वतः वह्निमान्। प्रथमम् अस्य वाक्यस्य अर्थम् अवबुध्यते वा? काञ्चनमयपर्वतः वह्निमान्, यस्मिन् पर्वतः काञ्चनम् अस्ति तादृशपर्वतः वह्निमान् अस्ति इति अनुवादं करोति वा? अनुवादं करोति वा? काञ्चनमयपर्वतः वह्निमान्, the golden color it could be the golden mountain is there is fire on the golden mountain. Excellent, wonderful. The golden mountain is on, or the fire is on golden mountain, or the golden mountain is on fire, either way. Samichinam. Tarhi idanim kanchanamaya parvatah vanhiman ityatra visheshyah kah? विशेष्यः पर्वतः। हा, पर्वतः, समीचीनं। किन्तु इदानीं तर्हि पर्वतः इति विशेष्यः, तत्र विशेष्यता अस्ति, सा विशेष्यता केन अवच्छिन्ना अस्मिन् ज्ञाने? अस्मिन् ज्ञाने काञ्चनमयत्वेन अवच्छिन्ना अस्ति वा? उत्तमं, हा, अत्र काञ्चनमयत्वेन, अतः एव काञ्चनमयपर्वतः इति उक्तं खलु। काञ्चनमयपर्वतः वह्निमान् इति आकारकज्ञानमस्ति चेत् इदानीं पर्वतः इति विशेष्यः अस्ति, सः एव पक्षः भवतु। तर्हि विशेष्ये विशेष्यता अस्ति, सा विशेष्यता इदानीं केन अवच्छिन्ना इति चेत् काञ्चनमयत्वेन अवच्छिन्ना, न तु पर्वतत्वेन। तादृशं गृहीतं, दि होल् मौण्टेन् इस् आन् फैर् अण्ड् इट् लुक्स् गोल्डन्, सो लुकिङ्ग् अट् सच् अ मौण्टेन् विच् इस् आन् फैर् ऐ एम् सेयिङ्ग् द गोल्डन् मौण्टेन् इस् आन् फैर्। वस्तुतः तत्र गोल्ड् नास्ति, तत् काञ्चनमयपर्वतं नास्ति, किन्तु तत्र वह्निः अस्ति इति कृत्वा तत्र काञ्चनम् अस्ति इति भासते। तद्भासं स्वीकृत्य मम ज्ञानं जातम् इदानीं, काञ्चनमयपर्वतः वह्निमान्, द गोल्डन् मौण्टेन् इस् आन् फयर्। द फ्याक्ट् इस् दट् इट् इस् नाट् अ गोल्डन् मौण्टेन्, इट् इस् अ नार्मल् मौण्टेन्, बट् बिकास् द होल् मौण्टेन् इस् आन् फयर् इट् लुक्स्, इट् शैन्स् एस् दो इट् इस् गोल्डन्। अण्ड् लुकिङ्ग् अट् दट् ऐ एम् मेकिङ्ग् दिस् स्टेट्मेण्ट्, काञ्चनमयपर्वतः वह्निमान्। तर्हि इदानीं किं जातं? काञ्चनमयत्वेन विशेष्यः अत्र गृहीतः अस्ति, न तु पर्वतत्वेन। यदि पर्वतः वह्निमान् इति आकारः अस्ति, तर्हि तत्र यद् विद्यमानमस्ति पर्वतत्वं, तेन विशेष्यता अवच्छिद्यते इति स्वीकृतं। किन्तु काञ्चनमयपर्वतः वह्निमान् इति आकारकज्ञानमस्ति चेत् इदानीं वास्तव अत्र काञ्चनमयत्वं यद् गृह्यते तद् वास्तविकं नास्ति, इट् इस् नाट् द ट्रू स्टेट्, तद् भ्रमात्मकमस्ति। किमर्थं भ्रमात्मकम्? अत्र वह्निः अस्ति सर्वत्र इति कृत्वा तादृशं भासते, लैक् वि से द गोल्डन् सन् इस् रैसिङ्ग् अट् द ईस्ट् अर्ली इन् द मार्निङ्ग्, दि सन् लुक्स् गोल्डन् इन् कलर्, इट् डजन्ट् लुक् ब्रैट् वैट्, भास्वरशुक्लं तस्मिन् नास्ति। कथमस्ति? काञ्चनमय आदित्यम् आदित्यः उदेति इति यदा वदामः, तत्र इदानीं काञ्चनमयत्वेन आदित्यः गृहीतः। इदानीं काञ्चनमयत्वेन यद् गृहीतः अस्ति तद् वास्तविकं वा इति चेत् नास्ति वास्तविकम्, अविद्यमानमस्ति काञ्चनं तत्र। अविद्यमानेनापि पदार्थेन ज्ञानम् अवगाहते, विशेषता अवच्छेदकत्वं तत्र भवति इति उक्तं. बुद्धं किम्? आं महोदय, बुद्धं. हा, इति कृत्वा एतादृशज्ञाने यद्यपि विद्यमानत्वं काञ्चनमयं, काञ्चनमयत्वं सूर्ये वा पर्वते वा न विद्यमानं, तथापि अविद्यमानेन पदार्थेनापि ज्ञानं भवितुम् अर्हति इति कृत्वा ज्ञानस्य विशेष्यः कः? पर्वतः. तर्हि इदानीं पर्वते पक्षता अस्ति अपि च विशेष्यता अस्ति. सा विशेष्यता केन अवच्छिद्यते इति चेत् काञ्चनमयत्वेन अवच्छिद्यते. किन्तु इदानीं काञ्चनमयत्वम् अस्ति वा वास्तविकम् इति चेत् न, केवलं तादृशं गृह्यते भ्रमात्मकज्ञानं. यथा रज्जौ सर्पं गृह्यते तथा, सर्पः गृह्यते रज्जौ, तथा अत्रापि भ्रमात्मकज्ञानं भवितुमर्हति इति अपवादः उक्तः. अस्तु, तर्हि अस्मिन्नेव विषये इतोपि चिन्तनम् अग्रे प्रवर्तते. शिवराम महोदय पठति वा कुलालादीनाम्? आम् महोदय. कुलालादीनां घटनिर्माणे प्रवृत्तानां कपालादि समवायिकारणभानं कपालत्वेनैव न तु द्रव्यत्वेन इति कपालत्वं समानाधिकरणं कारणता अवच्छेदकम् एवम् अन्यत्रापि. कुलालादीनां घटनिर्माणे प्रवृत्तानां कुलालः घटनिर्माणं करोति, तर्हि कार्यं किं करोति? घटनिर्माणम् इति कार्यं, घटः इति कार्यं खलु, घटः इति कार्यम्. अत्र कारणं, समवायिकारणं किम् इति? समवायिकारणं कपाल. घटस्य समवायिकारणं किम्? समवायि कपालः खलु, कपालं तदेव कपालः, कपालः खलु घटस्य समवायि, घटम् इति कार्यस्य, घटः इति कार्यस्य समवायिकारणमस्ति कपालः. कपाल आमां. तर्हि समवायीकारणता कुत्र अस्ति? कपाले अस्ति. उत्तमं, कपाले अस्ति. अपि च कपाले अन्यत् किमस्ति? अन्यः धर्मः किमस्ति? कपाले द्रव्यत्वमपि अस्ति. द्रव्यत्वं तु अस्ति, किन्तु कपालत्वमपि अस्ति खलु? आमाम्. हा, द्रव्यत्वमपि अस्ति, कपालत्वमपि अस्ति, किन्तु द्रव्यत्वेन अत्र निगृह्यते अवच्छेदकत्वं. कारणता अवच्छेदकत्वं द्रव्यत्वेन गृह्यामश्चेत्, गृह्णामश्चेत् तत्र अन्यत्र अतिव्याप्तिः भवति. किमर्थमित्युक्ते पटे अपि द्रव्यत्वमस्ति खलु, तर्हि कपालत्वेन एव, कपालत्वम् एव कारणता अवच्छेदकम् इति स्वीकुर्मः. समान अधिकरणमस्ति इति कृत्वा कपालस्य अपि च कारणतायाः, कपालत्वस्य कारणतायाः समान अधिकरणं किम्? कपालत्वस्य कारणतायाः समान अधिकरणं किम्? कपालः खलु, घट घट, हा कपालः, कपालः. कपालत्वं कुत्र अस्ति? कपाले अस्ति. कारणता कुत्र अस्ति? कपाले अस्ति. कपाल इति कृत्वा उभयोः समान अधिकारणम् अस्ति कपालः इति उक्तम्. अस्तु, अग्रे प्रकृते. प्रकृते च साध्यता अनुमिति, प्रकृते च साध्यता अनुमितिनिरूपितविषयता, पक्षतापि अनुमितिनिरूपिता विलक्षणविषयता हेतुता च परमार्शनिरूपिता विषयता इति तीराः अपि ज्ञाननिरूपिताः प्रकाशरूपा ताश्च तिस्राः क्षम्यताम् तिस्रः अपि ज्ञाननिरूपिताः प्रकाशरूपाः ताश्च दर्शिते रीत्या कदाचित् आधाराधेयभावे असति अपि भवन्ति एवं सति यत्र पक्षे नास्ति कश्चित् धर्मः तथापि तु तेन धर्मेण पक्षः अनुमितिविषयः अर्थात् तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता पक्षे आगता. किञ्चित् वदतु पूर्णतया न अवगतं प्रकृते च साध्यता अनुमित निरूपितविषयता पूर्णतया न अवगतं महोदय क्षतापि न अत्र अहं साहाय्यं करोमि अस्तु अत्र इदानीम् अनुमितिः किमपि उदाहरणं वदतु अनुमितिवाक्यमेकं वदतु यथा पर्वते धूमः इति वा अग्निः इति पर्वतः वन्यमान् इति अनुमितिज्ञानमस्ति खलु अस्मिन् ज्ञाने पक्षः कः पर्वतः वन्यमान् अत्र पर्वतः पक्षः वा उत्तमं साध्यं किम् वह्नि इति साध्यं वा वह्नि उत्तमं तर्हि साध्यता कुत्र अस्ति वह्निः अस्ति वह्नौ अस्ति साध्यता वह्नौ अस्ति वह्निः एव साध्यं वह्नौ अस्ति साध्यता अस्ति वह्नौ अस्ति तादृशवह्निः अनुमितेः विषयः अस्ति खलु तादृशवह्निः अनुमितेः विषयः अस्ति इति कृत्वा साध्यता वह्नौ विद्यमानसाध्यता अनुमितनिरूपितविषयता भवति साध्यता किम् इति चेत् अनुमितिनिरूपितविषयता एव साध्यता इति अस्ति तदनन्तरं पक्षता अपि अनुमितिनिरूपितविलक्षणविषयता इत्युक्ते पक्षता साध्यता इति तदा प्रयोगं कुर्मः यदा अनुमानं कुर्मः तदा एव खलु तर्हि साध्यता इति अनुमितनिरूपितविलक्षणविषयता अस्ति पक्षता इति अपि अनुमितिनिरूपितविलक्षणविषयता हेतुता च परामर्शनिरूपितविषयता इति तिस्रः अपि ज्ञाननिरूपिताः प्रकाशरूपाः अत्र साध्यता पक्षता हेतुता इति धर्माः केवलम् अनुमानप्रकरणे एव चिन्तयामः खलु इति कृत्वा एताः विषयताः विशिष्टविलक्षणविषयताः सन्ति अनुमानप्रकरणे इति तावदुक्तं तदनन्तरं ताश्च इत्यनेन किम् अवगन्तव्यम् स्त्रीलिङ्गी साध्यता पक्षता अपि च हेतुता इति तिस्राः तिस्रः अनुमितिनिरूपितविशेष्य विशेष्याः दर्शितरीत्या कदाचित् आधाराधेयभावे असति अपि भवन्ति दर्शितरीत्या इत्युक्ते यथा पूर्वमुक्तम् अत्र काञ्चनमयपर्वतः वह्निमान् इति ज्ञाने यद्यपि काञ्चनमयत्वं पर्वते नास्ति तथापि अनुमितिज्ञाने तद् पक्षता अवच्छेदकः भवति खलु तदेव उक्तम् अत्र आधारे आदे भावः नास्ति, काञ्चनमयत्वं पर्वते नास्ति, तर्हि काञ्चनमयं मयत्वम् इति आदयः नास्ति, पर्वतः इति आधारः नास्ति, उभयमपि नास्ति चेदपि ज्ञाने तादृशं भासते खलु. एवं सति यत्र पक्षे नास्ति कश्चित् धर्मः तथापि तु धर्मेण पक्षः अनुमितिविषयः भवति, तेन धर्मेण पक्षः अनुमितिविषयः भवति. यथा मया उक्तं काञ्चनमयत्वम् इति धर्मः, स च धर्मः वस्तुतः पर्वते नास्ति, तथापि काञ्चनमयपर्वतः वह्निमान् इति ज्ञाने अत्र अनुमितिविषयः भवति सः, अर्थात् तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता पक्षे आगता इति उक्तम्. अत्र किञ्चित् वदति वा तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता इति? तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता न महोदय, तद्धर्म वर्षा भगिनी किञ्चित् तद्धर्म तेन तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता इति इत्यस्य अर्थः कः इति वदतु. धन्यवादः महोदय. महोदय अत्र केवलम् एकः प्रश्नः, अत्र आधारादेव भावः असति इत्युक्ते यथा भवान् अत्र उदाहरणं दत्तम् अत्र काञ्चनत्वम् इति काञ्चनमयत्वम् इति पर्वते नास्ति तथापि तत्र भासते, अतः तत्र आधारादेव भावः भासते नास्ति तथा सत्यं तदेव सत्यम् आधाराधाय भावः सति इति नास्ति असति अपि भवन्ति. अस्तु वर्षा भगिनी वदति वा तद्धर्मनिष्ठप्रकारता निरूपितविशेषता? हम् अविद्यमानधर्मनिष्ठप्रकारता निरूपितविशेषता इति अवगन्तव्यम्. अत्र तु उदाहरणं वक्तव्यं वा महोदय? इदानीं काञ्चनमयः पर्वतः इति स्वीकरोतु. हा काञ्चनमय इत्युक्ते काञ्चनमय काञ्चनमयत्वनिष्ठप्रकारता निरूपित निरूपितविशेष्यता एव विशेष्यता पक्षे इत्युक्ते पर्वते अस्ति इति. अस्तु भवती किं करोतु इदानीं भवतः पुरतः एकं वाक्यमस्ति, ज्ञानमस्ति काञ्चनमयपर्वतः वह्निमान् इति, तत्र पक्षः कः इति उक्त्वा विशेष्यता विशेष्यः कः इत्युक्त्वा पक्षता कुत्र अस्ति, विशेष्यता कुत्र अस्ति, अपि च प्रकारता कुत्र अस्ति इति सर्वं चिन्तयतु. काञ्चनमयपर्वतः वह्निमान् इति वाक्ये पक्षः पर्वतः विशेष्यता पर्वते प्रकारता प्रकारता वन्यत्वे अत्र अवच्छेदकः धर्मः अस्ति. एकनिमिषं प्रकारता कथं वह्नित्वे? अस्तु इदानीं तत्र मुख्यप्रकारस्य विषये भवती चिन्तयति. हा ओके इन् द ओके लिमिटेड् लिमिटेड् काञ्चन काञ्चनमयता काञ्चनता इति किं सम्पूर्णं वदतु. काञ्चनमयपर्वत गोल्डन् काञ्चनमयत्वे अस्ति प्रकारता ऐ अण्डर्स्टुड् महोदय ऐ फैण्डिङ्ग् डिफिकल्ट् टु एक्स्प्लेन् इन् द एक्साक्ट् अत्र अस्ति विशेषता तदा अवबोधः जायते. इदानीम् अस्माकं पुरतः अस्ति काञ्चनमयपर्वतः वह्निमान् अस्तु अत्र पक्षः कः पर्वतः पक्षता कुत्रे कुत्र पर्वते विशेष्यः कः विशेष्यः अस्ति पर्वते पर्वतः पर्वतः विशेष्यता कुत्र अस्ति पर्वते हा तर्हि पक्षता अपि पर्वते विशेष्यता अपि पर्वते अस्तु तदनन्तरम् इदानीं कीदृशपर्वतः अस्ति हा तर्हि अस्य काञ्चनमयपर्वतः इति उक्तत्वात् पर्वते प्रकारविधया किं भासते काञ्चनं भासते काञ्चनत्वं भासते खलु काञ्चनत्वं भासते हा तर्हि प्रकारता कुत्र अस्ति काञ्चनत्वे काञ्चनमयत्वे काञ्चनमयत्वे हा उत्तमं तर्हि इदानीं सर्वम् उक्तं तद्धर्मनिष्ठप्रकारता निरूपितविशेष्यता इत्युक्ते तत् इत्यनेन काञ्चनमयत्वं स्वीकृत्य काञ्चनमयत्वनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयः पर्वतः खलु अपि च तादृशपर्वतः अस्ति इदानीं पक्षः इति आगता तदेव अत्र उक्तं तद्धर्मनिष्ठप्रकारता निरूपितविशेषता पक्षे आगता इत्युक्ते पक्षे पक्षता अस्ति अत्र पक्षः अस्ति पर्वतः पर्वते पक्षता अस्ति तस्मिन्नेव पक्षे किमस्ति काञ्चनमयनिष्ठप्रकारतानिरूपितविशेष्यता अपि पर्वते अस्ति यस्मिन् पर्वते पक्षता अस्ति तस्मिन्नेव पर्वते काञ्चनमयनिष्ठप्रकारतानिरूपितविशेष्यता अपि आगता इति तावदुक्तम् अस्तु भवती एव अग्रे पठतु भगिनि महोदय अत्र एका शङ्का अस्ति महोदय ऐ होप् ऐ एम् नाट् गोयिङ्ग् आफ् ट्रेक् बट् लास्ट् क्लास् ऐ हेड् आस्ट् रज्जुः सर्पवती इति वाक्ये यदि वयं भ्रमवाक्यमस्ति किल अत्र तु यदि वयं सर्पत्वेन रज्जोः इफिरु अवच्छेदन वित् सर्पत्वं then will that hold as an example for this because there also here also the vishayata is wrong nana idanim atra akaram gnanasya akaram sarvatra gnanasya akaram drashtavyam rajjuhu kimuktavati sarpavati iti va atra rajjuhu iti uktam kalu rajjoho visheshanam kimapi uktam va bhavatya nasti kalu विशेषणं वक्तव्यं वा इति एव मया प्रश्नः न अत्र रज्जुः इति वदति चेत् रज्जुः इति तावदेव वदति चेत् रज्जुत्वेन एव गृहीतम् इति अवगन्तव्यम् रज्जुत्वेन एव गृहीतम् इति अवगन्तव्यं केवलं रज्जुः इति वदति चेत् यथा पर्वतः वह्निमान् इति तावदेव यदि अहं वदामि इदानीं यत् पर्वतत्वं पर्वते विद्यमानमस्ति तादृशमेव मयापि गृहीतं मम ज्ञानेपि तादृशपर्वतः एव गृहीतः यस्मिन् पर्वतत्वमस्ति किन्तु काञ्चनमयपर्वतः वह्निमान् इति यदि अहं वदामि किन्तु इदानीं स च पर्वतः पर्वतत्वेन न गृहीतः अस्ति किन्तु काञ्चनमयत्वेन गृहीतः अस्ति इति कृत्वा प्रकारता कुत्र अस्ति इति चेत् काञ्चनमयत्वे अस्ति न तु पर्वतत्वे यदि वास्तविकमस्ति काञ्चनमयत्वम् इत्युक्ते यदि फ्याक्चुवलि अत्र काञ्चनमयपर्वतः अस्ति तस्मिन् वह्निः भवति चेत् इदानीं तद् विद्यमानत्वमस्ति इत्युक्ते वास्तविकज्ञानं भ्रमात्मकज्ञानमस्ति किन्तु यस्मिन् काञ्चनमयत्वं नास्ति तत्र वह्निः एव अस्ति किन्तु वह्निं दृष्ट्वा तत्र पर्वतं काञ्चनमयमेव भासते इति कृत्वा तादृशं यदि अहं गृह्णामि ज्ञानं तदा इदानीं प्रकारता कुत्र अस्ति काञ्चनमयत्वे अस्ति प्रकारता किन्तु तद् वास्तविकं वा इति चेत् न तद् अभावति तत्प्रकारकज्ञानं जातं तर्हि भ्रमात्मकं ज्ञानं जातम् इति उक्तं तर्हि ज्ञानस्य आकारः कः इति पश्यतु केवलं रज्जुः इति वदति चेत् रज्जुत्वेन एव गृहीतमस्ति इति स्वीकर्तव्यम् इतोपि किञ्चित् भिन्नरीत्या इत्युक्ते तत्र दीर्घरज्जुः इति वदति, दीर्घारज्जुः इति वदति चेत्, इदानीं दीर्घारज्जुः इति वदति चेत् तत्र दीर्घत्वेन एव रज्जुः अवगाहति, न तु रज्जुत्वेन। यदि वास्तविकं दीर्घत्वं नास्ति तर्हि इदानीं किं भ्रमः जायते। लेट् मी एक्स्प्लेन्। सपोजिङ्ग् द रज्जु इस् ओन्ली 1 meter, बट् लेट् अस् से दट् रज्जु इस् लयिङ्ग् आन् अ क्राक् आन् द फ्लोर् विच् इस् प्राबब्लि 10 meters. Now, you are mistaking the length of the crack to be the length of the rajju. Iti tadrisha sandarbhe idanim bhavati kim vadati? Dirgha rajjuhu. Iti vadati. Idanim yad dirghatvam rajjau bhavati grihyate, tacha dirghatvam vastavikam nasti, brahmatmakam asti. Tad dirghatvam kasya iti chet, भूमौ यत् छिद्रम् अस्ति तस्यैव तद् दीर्घत्वमस्ति, किन्तु रज्जौ तदवगाहते इति कृत्वा इदानीं तत् तज्ज्ञानं भ्रमात्मकं भवति इति भेदः। तर्हि यत्र यत्र विशेषं वदामः तत्रैव भव भ्रमात्मकं भवति इति आशयः। अस्तु, अग्रे पठतु भगिनि। तत्रैव तत्रैव पक्षे अनुमिति निरूपितविलक्षणविषयता अपि पक्षतारूपा आगता चेत् सा तदाश्रयस्य येन धर्मेण भानं तेन अवचित्यते। अत्र पक्षे यदि अनुमितिनिरूपितविलक्षणविषयता यदि आगता, विषयता का इत्युक्ते पक्षता इति, पक्षे पक्षता अस्ति, कथमागता इत्युक्ते अनुमितिनिरूपितविलक्षणविषयता एव पक्षता इति वा, सा तदाश्रयस्य येन धर्मेण बाणं तेन अवच्छिद्यते। अत्र उदाहरणं स्वीकृत्य प्रतिपादयतु, नो चेत् भवती अवगच्छति वा न वा इति अहं न अवगन्तुं शक्नोमि। अत्र काञ्चनमयः पर्वतः वह्निमान् इति उदाहरणे, पर्वतः वह्निमान् इति अनुमितिनिरूपितविलक्षणविषयता वह्नेः अस्ति न, इदानीं वह्निः विषये चिन्तयति चेत् दोषः। बट् थ्रू द अनुमिति वह्नि ओन्ली इस् प्रूव्ड् नो महोदय, काञ्चनमयता इति चिन्तनम्। अत्र प्रत्येकं ज्ञाने बहवः प्रकाराः सन्ति खलु, पर्वतः वह्निमान् इत्यत्र पर्वतः विशेष्यः अस्ति, वह्निः इति प्रकारः अस्ति। यदि वह्निः इति विषयः स्वीकुर्मः तत्र इदानीं वह्निः इति साध्यं, तत्र साध्यता अस्ति, सा साध्यता केन अवच्छिन्ना इति चेत् वह्नित्वेन अवच्छिन्ना इति पुनः तत्र प्रकारः भवति। इति कृत्वा पुनः वदतु भगिनि। परन्तु महोदय फ्रम् अनुमिति, अनुमितेः निरूपितविषयता इत्युक्ते देट् विच् इस् देट् विषयता विच् इस् प्रूव्ड् बै द अनुमान अनुमितिज्ञान अनुमितिनिरूपितविलक्षणविषयता विलक्षण इति पदस्य अर्थः कः? विलक्षण इत्युक्ते स्पेशल् विशेषण। तर्हि तादृश उदाहरणं वदतु इदानीं। अहं वदामि वा, क्षम्यतां। काञ्चनमयपर्वतमन्यमान् इति वाक्ये, तर्हि काञ्चनमयपर्वतः तावदेव, अत्र वह्निमान् इति इदानीं त्यजामः, तस्मिन् विषये चिन्तनमेव नास्ति खलु। अत्र काञ्चनमयपर्वतः इति ज्ञाने अनुमानं किम् अस्ति? काञ्चनमयपर्वतः वह्निमान् इति अनुमानज्ञानं खलु, तत्र विषयता कुत्र कुत्र अस्ति? काञ्चने, काञ्चनत्वे अस्ति, काञ्चन काञ्चनमयत्वे अस्ति विशेषः. अन्यत्र सर्वं वदतु, काञ्चनमयपर्वतः वह्निमान् इति ज्ञाने के के विशेष्य विषयाः भासन्ति? पर्वतत्वे अस्ति के विषयाः? केवलं विषयाः वदन्तु भगिनि, अत्र कः क्लेशः? के विषयः? काञ्चनपर्वतः वह्निमान् इत्यत्र काञ्चनत्वं पर्वतत्वं पर्वतत्वम् इति वदति पर्वत्वं पर्वते अस्ति वा न पर्वतः एकः विषयः, वह्निः अन्यः विषयः, काञ्चनमयत्वम् इति तृतीयः विषयः खलु? इति त्रयः विषयाः भासन्ते अस्मिन् अनुमितिज्ञाने. अस्तु, अत्र पक्षः कः? पर्वतः पक्षः खलु. किन्तु इदानीं विलक्षणपर्वत पक्षः वा नो चेत् सामान्यपक्षः वा एतत्? विलक्षणपक्षः. हा, केन केन विलक्षितमस्ति? काञ्चनमयेन. हा, काञ्चनमयत्वेन विलक्षितमस्ति खलु, तदेव अत्र उक्तम्. अनुमितिनिरूपितविलक्षणविषयता अपि पक्षतारूपा आगता चेत् इत्युक्ते वह्नि पर्वतः वह्निमान् इति अनुमितिज्ञाने पर्वतः विलक्षणः नास्ति, सामान्यः अस्ति. किन्तु काञ्चनमयपर्वतः वह्निमान् इति अनुमितिज्ञाने इदानीं पर्वतः यः पक्षः अस्ति सः विलक्षणपर्वत विलक्षणपक्षः अस्ति खलु, तदेव अत्र उक्तम्. तत्रैव पक्षे काञ्चनमयपर्वते अनुमितिनिरूपितविलक्षणविषयता अपि पक्षतारूपता आगता पक्षतारूपा आगता चेत् इदानीं काञ्चनमयपर्वतः इति अनुमानं जातं खलु, तर्हि इदानीं विलक्षणपर्वतः विलक्षणपक्षः अत्र अस्ति इति कृत्वा. महोदय, अत्र एकः शङ्का अस्ति महोदय, तत् न अवगच्छामि. अत्र अनुमितिनिरूपितविलक्षणविषयता पर्वते अस्ति इति वदामः चेत् तत्र काञ्चनमयपर्वतः इति ज्ञानस्य आकारः अनुमानं नास्ति किल, तत्तु प्रत्यक्षमस्ति. अनुमितिज्ञानं तु पर्वतः वह्निमान् इति ज्ञानमेव. फस्ट् सेक्षन् काञ्चनमयपर्वतः वह्निमान् इति एव सम्पूर्ण अनुमितेः ज्ञानं. किन्तु तत्र त्रयः विषयाः सन्ति खलु. इदानीं पक्षः कः अत्र? पक्षः तु पर्वतः एव, परन्तु तत् सोरि अनुमितिनिरूपितविलक्षणविषयता यत् पर्वते अस्ति तत्तु वन्नित्वम् एव किल, दट् इस् फायर् नो, इट् इस् नाट् काञ्चनमयम्. भगिनी, तत्र सम्पूर्ण अनुमिति वाक्यमस्ति काञ्चनमयपर्वतः वह्निमान् इति सम्पूर्ण अनुमानवाक्यमस्ति. तर्हि यदा केवलं पर्वतः वह्निमान् इति वदेम तत्तु सामान्यविषयः, परन्तु सामान्य अनुमितिज्ञानं. परन्तु यदा काञ्चनमयपर्वतः वह्निमान् इति वदेम तत्र विलक्षणविषयः कः इत्युक्ते काञ्चनमयत्वम् इति विलक्षणविषयः. सामान्यविषयः अस्ति अत्र पर्वतः अपि च वर्षा. भगिनि, मम प्रश्नस्य उत्तरम् इदानीं वदतु. अयं घटः इति ज्ञानं, प्रत्यक्षज्ञानम्, अत्र कति विषयाः सन्ति? त्रीणि विषयाणि सन्ति. घटे घटत्वम् अस्ति किन्तु वाक्येन उक्तं खलु, अयं घटः इति एव उक्तं, घटत्वेन उक्तम्. एवं सर्वत्र इत्युक्ते प्रत्येकं विषये पुनः तत्र प्रकारः वर्तते. अतः इदानीम् अस्माकं चिन्तनं कस्मिन् विषये इति चेत् पक्षः इति विषये चिन्तनम्. पक्षः That is clear, Mahodaya. But why is it given one extra thing, Anumiti Nirupita, iti kimartham atra dattamasti? Atra to, it should be Vilakshana Vishyata, Pakshata, Rupa, Agata, iti te, okay. No, chet, Atra Anumiti Jnanam kim, Kanchana Parvataha, Vanhimaniti Jnanam kalu. तेन निरूपिता तु काञ्चनमयं नास्ति, काञ्चनमयपर्वतः नास्ति, तेन निरूपिता तु वह्निः एव अस्ति किल. अस्तु, पुनः पृच्छामि, अयं घटः इति ज्ञाने कति विषयाः सन्ति? त्रीणि विषयाः सन्ति. ते के? त्रीणि विषयाः सन्ति. ते के? घटः भगिनी तत्र अयं घटः इत्यत्र एक एव विषयः, परन्तु भूतलं घटवत् इत्यत्र त्रयः विषयः. वदतु भगिनि, अयं घटः इति ज्ञाने कति विषयाः? घटत्वम् इति प्रकारः अस्ति. अयम् इत्युक्ते अस्तित्वम् इति त्यजतु, अयम् इति त्यजतु, भवत्या किं वक्तव्यं? संसर्गः वक्तव्यः खलु. संसर्गः कुत्र अस्ति? संसर्गः तु तादात्म्यसम्बन्धः. ओ मै गाड्, घटत्वमिति कीदृशपदार्थः अस्ति? धर्मः अस्ति. घटत्वमिति कीदृशपदार्थः अस्ति? घटस्य धर्मः घटत्वम् इत्येव वदामः किल. गुणः कति पदार्थाः सन्ति लोके? ते के वदतु एकवारं. द्रव्यगुण सामान्य विशेष. इदानीं सामान्यमिति उक्तवती खलु, कीदृशपदार्थः? सामान्य जाति महोदय. सामान्यं द्रव्ये केन सम्बन्धेन भवति? सामान्यम् इत्युक्ते जातिः. हा महोदय, समवाय. आम्, समवायसम्बन्धः. I have to start from first class now. घटत्वं समवायसम्बन्धेन घटे वर्तते इति कृत्वा घटत्वम् इति प्रकारः, समवायसम्बन्धः इति संसर्गः, घटः इति विशेष्यः खलु. तर्हि इदानीं ज्ञानं केन सम्बन्धेन अत्र एतेषु त्रिषु विषयेषु वर्तते एकवारं वदतु. प्रकारकसम्बन्धेन, संसर्गतासम्बन्धेन, विशेषतासम्बन्धेन त्रिषु विषयेषु वर्तते. हा, तर्हि प्रत्यक्षज्ञाननिरूपित महोदय, यत् कोऽपि न श्रूयते, ध्वनिखण्डनम् अभवत्. प्रत्यक्षज्ञाननिरूपितविशेष्यता कुत्र अस्ति? घटे अस्ति. हा, इदानीं मम वाक्यं श्रुतं खलु, प्रत्यक्षज्ञाननिरूपितविशेष्यता. प्रत्यक्षज्ञाननिरूपितप्रकारता कुत्र अस्ति? घटत्वे. हा, प्रत्यक्षज्ञाननिरूपितसंसर्गता कुत्र अस्ति? समवायसम्बन्धे. महोदय श्रूयते वा? श्रूयते, परन्तु भवत्याः ध्वनिः श्रूयते वा? महोदयस्य न श्रूयते. महोदयस्य ध्वनिः न श्रूयते. वर्षा भगिनि हा श्रूयते महोदय भवतः ध्वनिः न श्रूयते महोदय इदानीं श्रूयते अस्तु हा प्रत्यक्षज्ञाननिरूपितप्रकारता कुत्र अस्ति हा तत्तु घटत्वे अस्ति संसर्गता तु एकनिमिषम् एकनिमिषम् एवम् अनुमितिज्ञाननिरूपितविषयता काञ्चनमयः पर्वतः वह्निमान् इति अनुमितिज्ञाने अनुमितिज्ञाननिरूपितविषयता कुत्र अस्ति विशेष्यता कुत्र अस्ति विशेष्यता पर्वते अस्ति हा तदेव अत्र उक्तं खलु भवती किं चिन्तयति वह्निः एव अनिमितौ निरूप्यः विषयः इति भवती चिन्तयति यु आर् थिङ्किङ्ग् दट् वि आर् ओन्ली प्रूविङ्ग् वह्नि न अनुमितिनिरूपित अनुमितिज्ञाननिरूपितविषयता त्रिषु विषयेषु सन्ति प्रकारे अस्ति संसर्गे अस्ति विशेष्ये अपि अस्ति अपि च विशेष्ये यत् प्रकारतया भासते विशेष्ये विद्यमानः कश्चन धर्मः विशेष्यता अवच्छेदकः तत्रापि अनुमितिनिरूपितविशेष्यता अस्ति एव सर्वत्र अनुमितिनिरूपितविशेष्यता अस्ति एव इति अवगन्तव्यं बुद्धं किम् तर्हि इदानीं काञ्चनमयपर्वतः वह्निमान् इत्यत्र पर्वतः विशेष्यः अस्ति विशेषः इत्युक्ते सः अपि विशेषः अस्ति किन्तु सामान्यविशेषविषयः नास्ति किन्तु विलक्षणविषयः अस्ति अपि च सः पक्षः अस्ति तर्हि पर्वते पर्वता अस्ति पर्वते विषयता अस्ति कीदृशविषयता इत्युक्ते विलक्षणविषयता अस्ति केन निरूपितविषयता इति चेत् अनुमितिनिरूपितविलक्षणविषयता पर्वते अस्ति तस्मिन्नेव पर्वते पक्षता अपि अस्ति इति चेत् तदाश्रयस्य येन धर्मेण भानं तेन अवच्छिद्यते तर्हि इदानीं पक्षता काञ्चनमयपर्वतः वह्निमान् इत्यत्र पर्वते या पक्षता विद्यते अवगाहते सा पक्षता केन अवच्छिन्ना वदतु वर्षा भगिनि काञ्चनमयेन अवच्छिन्ना काञ्चनमयत्वेन अवच्छिन्ना काञ्चनमय तावदेव उक्तमत्र अस्तु समयः जातः अत्र स्थगयेम सर्वेभ्यो नमस्कारः धन्यवादाश्च